नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति प्रेरणार्थिनिचि विशेषः लन्तदातवः इति विषयः अनुवर्तते। गतवर्गे अस्माभिः चुरादिगणि अदन्तधातूनां विषये चिन्तनं कृतमासीत्। तत्र विस्तृततया तत्र स्थानिवत् आदेशौ अनल् विधौ, अनन्तरम् अचः परस्मिन् पूर्वविधौ, अनयोः भेदः कः, एतत् सर्वम् अस्माभिः ज्ञातम्। तर्हि इदानीं ततः अग्रे मित् दातवः इति अस्ति, ततः आरभ्य इदानीं पठामः मित् दातवः इति। तत्र सरस्वती भगिनी पठितुमिच्छति वा? आं भगिनि, कृपया। मित्तधातवः भ्वादिगणे चुरादिगणे केचन अदुपधधातवः सन्ति, येषाम् उपधायाम् अतः वृद्धिः भवति अत उपधायाः इत्यनेन, तदा मितां ह्रस्वः इत्यनेन पुनः ह्रस्वः भवति। एते मित् धातवः इत्युच्यन्ते। अत उपधायाः उपधायाम् अतः वृद्धि निति प्रत्ययपरे अनुवृत्तिसहितसूत्रमस्ति, अङ्गस्य उपधायाः अतः वृद्धिः निति। तर्हि भ्वादिगणे च चुरादिगणे च केचन अत् उपधायाः ये धातवः सन्ति, तत्र चुरादिगणे तु निच् अस्ति, अतः यदि यदा नित् भवति तदा अचोणिति अस्ति, यदि अदन्तधातुः अस्ति अजन्तधातुः अस्ति, परन्तु हलन्तधातुः अस्ति तर्हि अत उपधायाः भवति तत्र। परन्तु केचन धातवः एवं सन्ति ये मित् सन्ति, अतः तत्र अत उपधायाः भूत्वा तदनन्तरं अत उपधायाः अनेन सूत्रेण प्रसक्तिः अस्ति, तस्य कार्यं भूत्वा पुनः मितां ह्रस्वः इति सूत्रस्य पुनः कार्यं भवति, ततः पुनः ह्रस्व भवति। अग्रे पठामि न वा भगिनी? आमां कृपया पठ। भ्वादिगणे घटादयोः मितः इत्यनेन घट् आदि येषां तेषां धातुसमूहस्य नाम घटादयः। तद्वाक्यं पुनः पठतु। भ्वादिगणे घटादयोः मितः, घटादयोः इति अस्ति वा? घटादयो मितः, क्षम्यताम्, घटादयो मितः। तत्र किं सन्धिम् अकृत्वा पठामः चेत् कथम्? घट् आदयः, घटादयः मितः, घटादयः मितः, घटादयः मितः इत्यनेन घट् आदि येषां तेषां धातुसमूहस्य घटादयः एवं भवति। तर्हि भ्वादिगणे केचन धातवः सन्ति ये घट् आदि समूहे भवन्ति, तेषां घटादयः नाम अस्ति। अष्टात्रिंशत् धातवः सन्ति अस्मिन् अन्तर्गणे, चक् कक् अग् कग् रग् लग् षग् टग् वग् घट् नट् एवं। तर्हि घट् योगणिच् प्रथमं तु अत उपधायाः अनेन सूत्रेण घाट् योग ई भवति, घाटी, पुनः मितां ह्रस्वः भवति तदा पुनः घटी भवति, तदनन्तरं सामान्यकार्यतः शप् आगत्य तत्र घटयति एवं भवति। एवमेव व्यत् योग निच् पुनः अत्र उपधायां अकार अत् अस्ति, अतः अत उपधायाः कार्यं भूत्वा व्यात् योग ई भवति, व्याति। परन्तु पुनः व्यत् धातु घटादयगणे अस्ति, अतः पुनः मितां ह्रस्वस्य कार्यं भूत्वा व्यथी भवति, तदनन्तरं व्यथयति। प्रस् योगणिच् अत उपधायाः कार्यं भूत्वा प्रास् योग ई प्रासि, एवमेव मितां ह्रस्वः भूत्वा प्रसि प्रसयति एवम् अस्ति। अग्रे समीचीनं भगिनि, बहु समीचीनं, धन्यवादः, सम्यक् अस्ति. तर्हि अत्र विषयः अस्ति मित् दातवः इति. अस्य विषये किञ्चित् पूर्वमपि पठितमासीत्, तत्र अजन्तदातूनां यदा अध्ययनं जातं तत्र अपि अस्माभिः दृष्टं मित् दातवः के के आसन् इति. इदानीम् अत्र पुनः हलन्तदातुषु मित् दातवः के दातवः इति अत्र उल्लेखितमस्ति. तर्हि इत्युक्ते भुवादिगणे अपि मित् दातवः सन्ति, चुरादिगणे अपि मित् दातवः सन्ति. मित् इति संज्ञायाः प्रयोजनं किम् इति चेत्, तत्र मितां ह्रस्वः इति सूत्रेण उपधायां यः स्वरः अस्ति तस्य ह्रस्वत्वं भवति, तदेव प्रयोजनमस्ति. तर्हि अतोपदायाः इत्यनेन निच् प्रत्ययपरे वृद्धिः भवति, दीर्घः भवति. इदानीं मितां ह्रस्वः इत्यनेन तस्य ह्रस्वत्वं भवति, तदेव प्रयोजनमस्ति. भुवादिगणे अपि मित् दातवः, चुरादिगणे अपि मित् दातवः सन्ति. चुरादिगणे ये मित् दातवः अस्माभिः पूर्वमेव तत्र चर्चितमासीत्, ज्ञपादयः मितः इति पूर्वं चर्चितम्. इदानीं तत्र ज्ञपादयः मितः इत्यत्र षट् धातवः सन्ति. इदानीं भुवादिगणे घटादयः मितः इति घटादिगणः इति वर्तते, तत्रापि ये ये दातवः सन्ति ते सर्वे अपि मितः सन्ति. यदा घट् घटयोगः णिच् इत्यत्र उपादायाः दीर्घत्वं भवति अतोपदायाः इत्यनेन, तदानीं घाट् योगः इ घाटि. इदानीं मितां ह्रस्वः इत्यनेन णिच् प्रत्ययपरे अङ्गस्य ह्रस्वत्वं भवति, उपादायाः ह्रस्वत्वम्. अतः घटी इति धातुः लभ्यते, घटयति इति रूपं लभ्यते इति. एवमेव अन्यत्रापि भवति. तस्मिन् घटादिगणे बहवः धातवः सन्ति. अत्र केवलं केचन धातवः एव दत्ताः, परन्तु तत्र बहवः धातवः सन्ति. अस्तु, इदानीं ततः अग्रे गच्छामः. तत्र उमा भगिनी पठतु. न श्रूयते. पठामि भगिनि, श्रूयते वा? आम्. पठामि चेत् दिग्गजः. आम् अत्र परिवर्तनमस्ति. सानुगतादेशः किं चुरादिगणे नान्ये मितो हेतौ इति अस्ति खलु, ओके ओके, नो प्राब्लम्. तर्हि तत्र मीना भगिनी पठतु. यथा तत्र भगिनि, यथा जप् चुरादिगणे वा? चुरादिगणे नान्यमितो श्रूयते वा भगिनि? श्रूयते वा? श्रूयते. चुरादिगणे नान्यमितो अते अहेतौ इत्यनेन षट् धातवः सन्ति, ञप् यं छः रः बल् बल् चिन् येषामपि उपधायाम् अतः वृद्धिः भवति अतोपदायाः इत्यनेन, तदा मितां ह्रस्व इत्यनेन पुनः ह्रस्वः भवति. एते मित् धातवः इत्युच्यते. चुरादिगणे अतः षट् धातवः सन्ति, तत्र ञप् यप् यं छः रः बल् ञ्यति यथा एतेषां धातु अत उपधायाः अकारक उपधा अस्ति तत्र एते अत उपधायाः इति सूत्रेण दीर्घः भवति तदनन्तरं मिदां ह्रस्वः इत्यनेन पुनः ह्रस्वः भवति च मितौ चुरादिगणे न अन्ये मितौ अहेतौ इत्युक्ते किं भगिनि तत्र पूर्वम् अस्माभिः पठितं खलु तत्र इति गणसूत्रमस्ति नान्ये मितौ अहेतौ इति गणसूत्रमस्ति तत्र ज्ञपादयो षट् इति सूत्रमस्ति गणसूत्रं तत्र षड् धातवः मितः सन्ति इति एकं गणसूत्रं ज्ञपादयो षट् तत्र एव एकं गणसूत्रमस्ति नान्ये मितौ हेतौ इति इत्युक्ते हा स्वार्थे एव एते धातवः मितः प्रेरणार्थे एते धातवः मितः न सन्ति नास्ति इदानीं जानीमः जानामि यथा ञप् योगः णिच् अथ उपधायाः ज्ञाप् योगः इ ज्ञापी भवति मितां ह्रस्वः ज्ञपी भवति ज्ञपयति इति भवति यं योगः णिच् तत्र अथ उपधायाः यकारः अकारः अस्ति उपधा अकारः अस्ति तत्र उपधायाः दीर्घः भवति वृद्धि भवति यां योगः इ यामि इति अनुत्तर धातु मितां ह्रस्वः यमि ह्रस्वः भवति पुनरपि यमि यमयति इति भवति तत्र शप् योग योजनेन यमि योगः शप् तद् यमे योगः शप् तद् एचोयावः तद् यमयति इति भवति उपर्युक्तोः द्वयोः गणयोः ये धातवः सन्ति भुवादिगणे अपि च चुरादिगणे ते नित्यमित् धातवः अन्ये धातवः सन्ति ये नित्यमित् न सन्ति केषुचित् निर्दिष्टेषु अर्थेषु मित् सन्ति अपरेषु अर्थेषु एते मित् न सन्ति एते मित् धातवः केवलं भुवादौ चुरादौ इति न अपरेषु गणेषु अपि सन्ति यथा दिवादिगणे क्रयादिगणे च सर्वे अदुपदधातवः अपि न सन्ति केचन अजन्तदातवः सन्ति तथा दृ क्रयादिगणे धरयति धारयति वा भवति अन्यत् उदाहरणं मदी धातुः दिवादिगणे ईशार्थे मित् अस्ति अतः अत उपधायाः इत्यनेन वृद्धिः मदीधातु मद् मद् योगः निच् मादि भवति मितां ह्रस्वः मदि मदयति अपरेषु अर्थेषु अतः मद् योगः निच् मादि मादयति एवं रीत्या अनेके धातवः सन्ति ये अर्थम् अवलम्ब्य मित् सन्ति अत्र उपर्युक्तोः द्वयोः गणयोः केवलं नित्यं मित् भवति न अन्यधातवः अपि सन्ति तत्र नित्यं मित् न सन्ति केषुचित् निर्दिष्टेषु अर्थेषु मित् सन्ति अपरेषु अर्थेषु एते मित् न सन्ति अपरेषु अर्थेषु मित् न सन्ति अन्ये धातवः सन्ति ये नित्यं मित् न सन्ति केषुचित् निर्दिष्टेषु अर्थेषु अन्य अर्थेषु मित् सन्ति अपरेषु अर्थेषु एते मित् न सन्ति एते इत्युक्ते कस्मिंश्चित् अर्थे मित् भवति कस्यचित् अर्थे मित् न भवति वा केषुचित् अर्थे मित् अर्थं निर्दिष्ट्य मित् भवति एते मित् दातवः केवलं भुवादौ चुरादौ इति न ओके अपरेषु गणेषु अपि सन्ति यथा दिवादिगणे क्रयादिगणे भुवादिगणे चुरादिगणे केवलं नास्ति मित् दातवः परन्तु अन्ये गणेषु अपि च सन्ति दिवादि अपि च क्रयादि सर्वे अतुबुधायाः अतुबुधदातवः अपि न सन्ति ते अतुबुधा नास्ति केचन अजन्तदातवः सन्ति यथा दृ क्रयादिगणे धारयति भवति धारयति अथवा धारयति वा भवति अर्थ विकल्पेन भवति वा अथवा अर्थं निर्दिश्य इतर कस्मिंश्चित् अर्थे धरयति कस्मिंश्चित् अर्थे धारयति भवति वा धरयति इति तत्र विशिष्ट अर्थे दृधातुः अस्माभिः पूर्वम् अजन्तधातुषु अस्माभिः दृष्टं खलु तत्र वयं पश्यामः चेत् दृधातोः कस्मिन् अर्थे अहम् इदानीं वदामि भवती अग्रे गच्छतु अन्यत् उदाहरणं मदी मदी धातुः दिवादिगणे ईर्षार्थे मित् अस्ति अतः अत उपदायाः इत्यनेन वृद्धिः मद् योगः निच् मादि मृत् मिदां ह्रस्व मदि मदयति तत्र दिवादिगणे मदी मदी धातु मदी इति मद् कथं भवति तत्र ह्रस्वैकारसंज्ञा अस्ति वा ओके अस्ति यदि मदि मदयति इति भवति अपरेषु अर्थेषु अस्मिन् अतः मद्योगः निच् मादी भवति मादयति मदयति अथवा मादयति एवं रीत्या अनेके धातवः सन्ति ये अर्थम् अवलम्ब्य मित् सन्ति अर्थं यदि अन्य अर्थ कस्मिंश्चित् अर्थे मित् भवति कस्मिंश्चित् अर्थे मित् न भवति इत्येव दिवादिगणे उदाहरणमस्ति इत्युक्ते तत्र दृधातोः विषये दृ इति भयार्थे धरयति मित् अस्ति भयार्थे मित् अस्ति विदरणार्थे मित् नास्ति धारयति धरयति इत्युक्ते भयम् इत्यस्मिन् अर्थे अस्ति अतः अत्र इत्युक्ते तत्र भुवादिगणे घटादि घटादिगणः चुरादिगणे ज्ञपादिगणः तत्र तु दातवः नित्यं मितः सन्ति परन्तु अन्यत्र अन्यत्रापि मित् दातवः सन्ति परन्तु ते सर्वदा मित् इति नास्ति विशिष्ट अर्थेषु एव ते मितः भवन्ति सर्वत्र मित् इति नास्ति तत्र विशिष्टः अर्थः अस्ति चेदेव मित् अन्यत्र नास्ति यथा दिवादिगणः क्रियादिगणः तत्रापि दातवः सन्ति येषां मित् इति संज्ञा भवति विशिष्टार्थेषु अपि च सर्वे दातवः अधुपदाः इत्यपि नास्ति सर्वे दातवः अधुपदाः इति एव इत्यपि नास्ति केचन अजन्तदातवः सन्ति यथा तत्र अस्माभिः पूर्वमपि पठितं प्रेरणार्थनिचि विशेष अजन्तदातवः इति तत्र तु अस्माभिः बहवः दातवः दृष्टाः यथा दृधातुः स्मृधातुः स्मृधातुः अध्ययनार्थे मित् अस्ति स्मरयति इति परन्तु अन्यस्मिन् अर्थे स्मारयति इति एवं रीत्या तत्र श्रा ग्ला ज्ञा ग्ला स्ना इति एवं रीत्या अजन्तदातवः बहवः सन्ति यत्र विशिष्ट अर्थे मितः सन्ति यथा तत्र मदी इति धातुः अपि एवमेव मदी इति धातुः विशिष्टार्थे मदयति इति भवति हर्षार्थे मित् हर्षार्थे मित् मदयति इत्युक्ते हर्षार्थे अन्येषु अर्थेषु मित् नास्ति अतः मादयति इत्युक्ते तत्र मित् नास्ति इति एवं रीत्या अत्र अजन्तदातूनां यः पाठः अस्ति तत्र वयं द्रष्टुं शक्नुमः बहवः दातवः सन्ति अस्माभिः पूर्वं दातवः अस्माभिः पूर्वमपि चर्चितम् अस्तु तर्हि इदानीम् अत्र न भगिनि धन्यवादः सम्यक् धन्यवादः इदानीम् अन्य कोऽपि पठतु अस्तु इदानीम् अग्रे शुभदा भगिनी पठतु आं भगिनि परिसमाप्तिः अनेन प्रेरणार्थेणिच् प्रकरणं समाप्तं सामान्यधातूनां किं किं कार्यं भवति इति अस्माभिः दृष्टं तत्र अचोयणिति अत उपधायाः पुगन्तलघुपधस्य च इति सूत्रत्रयेण कार्यं साधितम्। सामान्येषु पुगागमः अपि दृष्टः। तदा अजन्तधातूनां विशेषरूपाणि परिशीलितानि। तत्र पुक् युक् लुक् जुक् शुक् इत्यागमाः वीक्षिताः। परं हलन्तधातूनां विशेषेषु कुत्र प त प घ इत्यादयाः आदेशाः विहिताः। अनन्तरं कुत्र नुमागमः पुगागमः च विहितः इति अपि अवलोकितम्। अधुना णिच् प्रसङ्गे सर्वमेव जानन्ति। एवम् एकोऽपि धातुः न वर्तते यस्य णिजन्तरूपम् अस्माभिः न ज्ञायेत इति अत्र णिच् प्रकरणस्य सारांशरूपेण किं किम् अस्माभिः अधीतम् इति अत्र सारांशरूपेण दत्तमस्ति। अत्र किं किम् अधीतम् इति चेत् प्रथमं तु सूत्रत्रयं वयं दृष्टवन्तः। णिच् इति प्रत्यये परे त्रीणि कार्याणि भवितुम् अर्हन्ति। अचोयिणिति, अत उपधायाः, पुगन्तलघुपधस्य च। तत्र अजन्तधातुः अस्ति चेत् अचोयिणिति इत्यनेन वृद्धिः भवति। अत उपधायाः अस्ति चेत् क्षम्यताम्, उपधायां ह्रस्व अकारः अस्ति चेत् अत उपधायाः इत्यनेन दीर्घः वृद्धिः भवति। यदा अजन्तधातुः नास्ति अपि च उपधायामपि ह्रस्व अकारः नास्ति चेत्, परन्तु उपधायां यदा लघु इक् अस्ति चेत् पुगन्तलघुपदस्य च इत्यनेन लघुपदगुणः भवति इति कार्यत्रयं तत्र साधितं भवन्ति, कार्यत्रयं भवति। क्षम्यताम्, तत्र सामान्येषु पुगागमः अपि दृष्टः। तत्र केचन धातूनां कृते तु पुगागमः भवति। अर्ति, रीव् ली, री, क्नुयि, क्ष्मा, यातां, पुङ्नौ इति सूत्रमस्ति। तेन ये धातवः परिगणिताः सन्ति तत्र पुगागमः भवति। तदा अजन्तधातूनां विशेषरूपाणि परिशीलितानि। ये धातवः अजन्तधातवः सन्ति तेषां केचन विशिष्टसूत्राणि सन्ति। तत्र केचन विशेष आगमाः भवन्ति। यदा पुक् युक् लुक् जुक् टुक् इति आगमाः अपि भवन्ति। अर्ति, रीव् ली, री, क्नुयि, क्ष्मा, यातां, पुङ्नौ इत्यनेन पुगागमः वयं दृष्टवन्तः। तत्तु सामान्यम्। परन्तु यत्र शाच्छा, साफ, वा, व्या, वेपां, युक् इत्यनेन युगागमः भवति। ये धातवः परिगणिताः सन्ति इति अस्मिन् सूत्रे, तत् तेषां कृते युगागमः भवति। वो विधूनने जुक् इति सूत्रमस्ति, तेन जुगागमः भवति। अपि च ली, लो, नु, ग्लुका, वन्या, वन्यन्तरस्यां, स्नेहविपातने इति एकं सूत्रमस्ति, तेन लुक् खलु, लुक् इति आगमः भवति। भियो, हेतुभये, शुक् इति सूत्रमस्ति, तेन शुगागमः भवति इति एतत् सूत्रम् इति दत्तमस्ति अत्र। अपि च इति एतत् सर्वं वयं दृष्टवन्तः। हलन्तधातूनां विशेषेषु कुत्र व, त, प, घ इत्यादयाः आदेशाः विहिताः। अनन्तरं कुत्र नुमागमः पुगागमः च विहितः इति अपि अवलोकितम्। अत्र मया विस्मृतं भगिनी, क्षम्यतां, व, त, प, घ इति आदेशाः कुत्र अस्ति? पायोवः, तत्र धात्वादेशाः सन्ति, स्वायोवः, शदेरगतौ तः, रुहः पोण्यतरस्याम्, इति एवं रीत्या अस्ति खलु। स्वायोवः इत्यनेन स्वाय् धातोः व आदेशः भवति। शदेः शदेरगतौ अगतौ तः षदेरगतौ तः इत्यनेन षद् धातोः तकारादेशः भवति णिचि परे. रुहधातोः रुहः पोन्यतरस्याम् इत्यनेन णिचि परे पकारादेशः भवति. हनधातोः हन्धातोः हो हन्तेरिणिन्नीषु इत्यनेन हकारस्य स्थाने कवर्गादेशः भवति. तत्तु बाह्यप्रयत्नेन तत्र हकारस्य घकारः भवति. अपि च केचन धातूनां कृते व्यक्तिगताः वर्णादेशाः अपि भवन्ति. यत् दोषोणौ इति अस्ति तत्र उपधायाम् उकारस्य स्थाने ऊकारादेशः भवति. सिद्धधातुः अस्ति तस्य सिद्ध्यतेरपारलौकिके इत्यनेन णौ सिद्ध्यतेः अपारलौकिके णौ सिद्ध्यतेः एचः आत् स्यात्. पठन्ती अस्मि भगिनि, क्षम्यताम्. न सम्यक् अस्ति. स्फुरधातुः अस्ति तस्य चिस्फुरोणौ क्षम्यतां चिस्फुरोर्णौ इत्यनेन विकल्पेन चि स्फुर इति धातोः एचः स्थाने आ आदेशः भवति णिचि परे. चि अपि स्फुर धातोः एचः यत् एचः एजन्तः यदा भवन्ति तदा तेषां स्थाने आ इति आदेशः भवति इति एतत् सूत्रमस्ति. कृत् धातोः कृते तत्र रवोरुपधाया दीर्घः इकः इति अपि च हलि च उपधायाञ्च इति सूत्रत्रयं भवन्ति. तेन रेफवकारान्तधातुः अस्ति चेत् तस्य उपधायाः इकः दीर्घः भवति. रेफवकारान्तधातोः उपधायाः हलि परे दीर्घः भवति हलि च इत्यनेन. अपि च धातोः धातोः उपधायां यदा रेफवकारः भवति अपि च हल् परे भवति तर्हि तस्य उपधायाः इकः दीर्घः भवति. तत्र कृत् इति अस्ति चेत् कीर्तयति इति भवति. हलि च इत्यस्य जृ इति अस्ति चेत् जीर्यति इति भवति. इति सर्वमस्ति. तदनन्तरं किमस्ति? नुमागमः. हा, नुमागमः रदि जबो रचि. हा, आगमाः सन्ति रभ जभ धातोः कृते सूत्राणि सन्ति. रदि जभो रचि इति सूत्रं. रध अपि च जभ अनयोः नुमागमः भवति अजादिप्रत्यये परे. अतः रध इत्यस्य रन्धयति अणिचि परे रन्धयति इति भवति. जभ इत्यस्य जम्भयति इति भवति. परसवर्णः भूत्वा जम्भ इति भवति. जम्भयति इति तत्र रूपं निष्पन्नम्. अपि च रभ धातोः कृते रभेरषब्लिटोः इति सूत्रं भवति. तत्र रभ धातोः नुमागमः भवति अजादिप्रत्यये परे. कानिचन कार्याणि भवन्ति परसवर्णः इति भूत्वा रम्भयति इति भवति. लभ धातोः कृते लभेश्च इति सूत्रं भवति. तत्र पूर्वसूत्रस्य तत्र अनुवृत्तिः भवति. अतः चकारेण नुमागमः भवति इति अर्थं लभ्यते. लभेश्च इत्यनेन पुनः तत्र नुमागमः भवति अजादिप्रत्यये परे. तत् कृत्वा लम्भयति णिचि परे लम्भयति इति रूपं प्राप्तम्. अपि च क्नुयि क्ष्मायि इति धातवः वयं तु दृष्टवन्तः. तदनन्तरम् अदन्तधातव ह्रस्वत्वम् अपि भवति. अदन्तधातोः कृते ये अदन्तधातवः सन्ति कथ गृह इति धातोः कृते अचः परस्मिन् पूर्वविधौ इति सूत्रं तत्र कार्यं करोति. कथ योगः अणिच् इति अस्ति चेत् अतो लोपः इति प्रथमं कार्यं करोति. इति कृत्वा कथ इति भवति. कथ योगः अणिच् तत्र अत उपधायाः इति वृद्धिः भवति स्म, परन्तु अचः परस्मिन् पूर्वविधौ इति सूत्रे इति सूत्रेण यः लोपः कथ इत्यस्य अन्तिम अकारस्य लोपः कथधातोः अन्त्यलोपः अत् इव दृश्यते. अतः अत उपधायाः इति सूत्रेण कथ इति दृश्यते. तत् कथ इति लोपः यत् कृतवन्तः तत्तु असिद्धं भवति खलु. अत उपधायाः इति सूत्रेण कथ इति एव दृश्यते. तत् अकारस्य स्थानिवद् भवति, असिद्धमिति न, स्थानिवद् भवति, स्थानिवद् भवति अचः परस्मिन् पूर्वविधौ स्थानिवद् भवति. अतः तत्र काथ इति वृद्धिः न भवति. अत अत उपधायाः इत्यस्य कार्यं न भवति. तदेव तादृशं कार्यम् एव कथ गण क्षिप इति केचन धातवः सन्ति तेषां कृते भवति. अपि च अन्ते तु स्थानिवदादेशो नल्विधौ इति अपि अस्माभिः दृष्टम्. तत्र स्थानिवदादेशो नल्विधौ इति बहु बृहत् विषयः वयं अस्माभिः दृष्टम्. अपि च अन्ते तु घटादयो मितः इत्यनेन भुवादिगणीयधातवः अपि च नान्ये मितो हेतौ इति चुरादिगणीय षड् धातवः इति नित्यं मितः अपि च ये अन्यधातवः अन्येषु गणेषु अपि सन्ति ते अपि मित् भवन्ति, परन्तु तेषां ह्रस्वः तु विकल्पेन भवति इति अपि मित् धातवः अन्येषु गणेषु अपि सन्ति. अतः मित् इति एका संज्ञा अस्ति, तस्य मकारस्य इत्संज्ञा इति नास्ति, परन्तु मित् इति एकः गणः अस्ति. तेषु तस्मिन् गणे बहवः धातवः अन्तर्भूताः. केचन धातवः भुवादि अपि च चुरादिगणीयधातवः नित्यं मितः, अन्ये धातवः मित् भवन्ति परन्तु ते नित्यं मितः न सन्ति. अतः तेषां अर्थे अर्थानुगुणं तस्य अत उपधायः इत्यनेन दीर्घः भवति, अन्येषु अर्थेषु दीर्घः न भवति इति अपि अस्माभिः दृष्टम्. बहु सम्यक् भगिनी, समीचीनं समीचीनं. तर्हि सर्व पाठस्य सारांशः भवत्या उक्तमस्ति, सम्यक्. अस्माभिः बहु किमपि अधीतमस्ति अस्मिन् पाठे इति कृत्वा अत्र प्रेरणार्थे निश्चिति विषयः समाप्तः. प्रश्नः अस्ति वा कस्यचित्? अस्तु भगिनि, यदा मित् भवति अत्र कोऽपि अतिदेश अस्ति, अध्यारोपं भवति, ह्रस्व अध्यारोपः नास्ति, अध्यारोपः नास्ति. तत्र साक्षात् मितं ह्रस्वः इति नेन ह्रस्वत्वं भवति, अध्यारोपः इति विषयः नास्ति. विषयः नास्ति, परन्तु केवलं न लघु अध्यारोपः अध्यारोपः अध्यारोपः इत्युक्ते कस्यचित् स्वभावः यः अस्ति तस्य विपरीततया अत्र अन्यस्वभावस्य आरोपः यत्र भवति तत्र एव अध्यारोपः इति वदामः. अत्र मित् धातोः विषये अध्यारोपः इति विषयः नास्ति, इत्युक्ते तत्र दीर्घम् अस्ति, उपादायाः दीर्घत्वम् अस्ति चेत् ह्रस्वत्वं भवति, तावदेव. प्रथमतया दीर्घत्वं, तर्हि एव मितां ह्रस्वः आगच्छति. ओके, तर्हि अग्रे गच्छामः वा? तर्हि इदानीम् अस्माकं नूतनपाठः अस्ति. अत्र स्थानिवद् आदेशो अनल्विधौ इति प्रसङ्गे इतोपि सूत्राणि सन्ति. अस्माभिः तु स्थानिवत् आदेशो अनल्विधौ अनल्विधौ इति सूत्रं दृष्टम्. अनन्तरम् अचः परस्मिन् पूर्वविधौ इति सूत्रं दृष्टं खलु. आं भगिनि, हा तत्र एकक्षणं क्षम्यताम्। इत्युक्ते क्षम्यतां, तत्र स्थानिवतादेशो अनल्विधौ अजः परस्मिन् पूर्वविधौ इति सूत्रद्वयमेव दृष्टम् अस्माभिः। तर्हि स्थानिवद्भावस्य विषये इतोपि सूत्राणि सन्ति, न पदान्त द्विर्वचन वरेयलोप स्वरसवर्णानुस्वरदीर्घजश्चर् विदिषु इति एकं सूत्रम्, अनन्तरं द्विर्वचने अचि इति अन्यत् सूत्रम् इति आहत्य तत्र चत्वारि सूत्राणि सन्ति स्थानिवद्भावस्य विषये। स्थानिवतादेशो अनल्विधौ अचः परस्मिन् पूर्वविधौ, अनन्तरं न पदान्त द्विर्वचनवरेयलोप स्वरसवर्ण अनुस्वार दीर्घजश्चर्विदिषु द्विर्वचने अचि इति चत्वारि सूत्राणि सन्ति। इतोपि सूत्रद्वयम् अस्माभिः अध्येतव्यं, तर्हि तदेव वयम् इदानीं कुर्मः। मया एकं करपत्रं प्रेषितमासीत् स्थानिवत्वातिदेशः इति, प्राप्तं वा? ईमेल् मध्ये प्रेषितवान् वा? आमाम्, ईमेल् मध्ये मया प्रेषितम्। अहं न दृष्टवान्, ईमेल् न दृष्टवान्। ईमेल् न दृष्टवान्, इदानीम् अहं प्रेषयामि वा? चाट् मध्ये प्रेषितं महोदय, चाट् मध्ये नास्ति। न, चाट् मध्ये नास्ति। अस्तु, अहम् इदानीं प्रेषयामि, पश्यतु। अस्तु, तर्हि इदानीम् आरब्धुं शक्नुमः अतिदे स्थानिवतादेशो अनन्विधौ इति। तत्र स्थानिवद्भावसम्बद्धसूत्राणि ततः आरभ्य वयं पठामः। तत्र शोभाभगिनी पठति वा? आं भगिनि, स्थानिवद्भावसम्बद्धरूपाणि सूत्राणि, क्षम्यताम्, स्थानिवद्भावसम्बद्धसूत्राणि अष्टाध्याय्यां स्थानिवत्वातिदेश प्रकरणे चत्वारि सूत्राणि सन्ति। स्थानिवतादेशो नल्विधौ इति प्रथमं सूत्रम्, अचः परस्मिन् पूर्वविधौ, न पदान्त द्विर्वचनवरे वरेयलोप स्वर सवर्णानुस्वार दीर्घजश्चर् विधिषु दीर्घजः च दीर्घजश्चर् विधिषु इति द्विर्वचने अपि इति अन्तिमसूत्रम् अचि, क्षम्यतां, द्विर्वचने अचि इति। तत्र प्रथमसूत्रं स्थानिवदादेशो नल्विधौ इति, अपि च तत्र अचः परस्मिन् पूर्वविधौ इति सूत्रद्वयं स्वीकृत्य किम् उक्तम् अग्रे इत्युक्ते, एते सूत्रे अस्माभिः दृष्टे तत्र स्थानिवतादेशो अनल्विधौ इति सामान्यसूत्रम्, अचः परस्मिन् पूर्वविधौ इति विशिष्टसूत्रं भवति, यत्र स्थानिवतादेशो अनल्विधौ इत्यस्य कार्यम् अशास्त्रीयं भवति इत्यतः न स्वीकृतं, कैःचित् स्वीकृतम् अस्ति, तदपि दृष्टवन्तः, किन्तु तथापि कार्यं न भवति किमर्थम् इति सर्वं दृष्टवन्तः। अचः परस्मिन् पूर्वविधौ इति सूत्रं शास्त्रीये अशास्त्रीये च कार्यं करोति इत्यतः तत्र अस्माकम् उदाहरणे, यद्यपि स्थानिवदादेशो अनल्विधौ इत्यस्य इत्यनेन सूत्रेण एव कार्यं साधयितुं शक्नुमः चेदपि, अचः परस्मिन् पूर्वविधौ इति सूत्रं स्वीकृतं, यत् परसूत्रम् अस्ति स्थानिवतादेशो इति सूत्रात्। इदानीम् अग्रे किं दत्तं तत्र स्थानिवतादेशो अनल्विधौ अपि च अचः परस्मिन् पूर्वविधौ च इत्यनयोः विषये ज्ञातुम् अत्र पश्यन्तु इति तत्र वयं दृष्टवन्तः. अग्रे इतोपि सूत्रद्वयम् अस्ति अस्मिन् प्रकरणे, न पदान्तद्विर्वचनवरेयलोपस्वर सवर्णानुस्वारदीर्घजश्चर्विधिषु इति एकम्, अन्यत् सूत्रं द्विर्वचनेचि इति च इति. अनयोः सूत्रयोः विषये अस्माभिः अस्मिन् करपत्रे पठ्यते इति. इदानीं तृतीयसूत्रं पठनीयं वा भगिनि? पठतु तर्हि. तत्र न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु इति सूत्रं किं वदति इत्युक्ते, पदस्य चरमावयवे किं पदस्य चरम अवयवे क्षम्यताम्, चरम इत्युक्ते अन्तिम इति भवति, पदस्य चरम अवयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तः अजादेशः न स्थानिवत्. पदान्तविधौ एकवारं पठनीयं वा भगिनी सम्पूर्णतया? अस्तु. पदान्तविधौ द्विर्वचनविधौ वरेविधौ यलोपविधौ स्वरविधौ सवर्णविधौ अनुस्वारविधौ दीर्घविधौ जश्विधौ जश्विधौ चर्विधौ च कर्तव्ये परनिमित्तिकः अजादेशः स्थानिवत् न भवति. विधिशब्दस्य प्रत्येकं सम्बन्धः अनेन न्यायेन द्वन्द्वादौ द्वन्द्वमध्ये द्वन्द्वान्ते च श्रूयमाणं पदं प्रत्येकम् अभिसम्बध्यते इति. अस्य न्यायस्य अर्थः द्वन्द्वसमासस्य अन्ते यस्य पदस्य श्रवणं तस्य पदस्य द्वन्द्वसमासे प्रत्येकं पदेन सह सम्बन्धः भवति इति. अतः एव विधिशब्दस्य द्वन्द्वसमासे प्रत्येकं पदेन सह सम्बन्धः इति कृत्वा पदान्तविधिः, विधिशब्दस्य द्वन्द्वसमासे प्रत्येकं पदेन सह सम्बन्धः इति कृत्वा पदान्तविधिः. द्विर्वचनविधिः वरेविधिः यलोपविधिः स्वरविधिः सवर्णविधिः अनुस्वारविधिः दीर्घविधिः जश्विधिः चर्विधिः इति स्वीक्रियते. इदं स्थानिवत् भावनिषेधकं सूत्रमस्ति. अर्थात् अचः परस्मिन् पूर्वविधौ इत्यस्य निषेधकं सूत्रम् इदम्. पदस्य अन्तः पदान्तः षष्ठीतत्पुरुषः, पदान्तः इत्यत्र अन्तः इति शब्दः चरमः, अन्तिमः इत्यर्थे स्वीकृतः, पदान्त अन्त्यवर्णस्य बोधकः इत्यर्थः. द्वयोर्वचनं द्विर्वचनं, यस्य लोपो यलोपः, निपातनात् वरे इत्यत्र विभक्त्यलोपः, पदान्तश्च द्विर्वचनं च वरे च यलोपश्च स्वरश्च सवर्णश्च अनुस्वारश्च दीर्घश्च जश्च चर्च तेषाम् इतरेतरद्वन्द्वः, पदान्तद्विवचनवरेयलोपस्वस्वरसवर्णानुस्वरदीर्घजश्चरः तेषां विधयः, पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधयस्तेषु, पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु अनेकसमासगर्भषष्ठीतत्पुरुषः, न इति अव्ययम्, पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु सप्तमी बहुवचनान्तं स्थानिवदादेशो अनल्विधौ इत्यस्मात् सूत्रात् स्थानिवत् आदेशः इत्यनयोः अनुवृत्तिः, अचः परस्मिन् पूर्वविधौ इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः, वरे इत्यस्य अचः आदेशः इत्यनेन साक्षात् सम्बन्धः वर्तते, अनुवृत्तिसहितसूत्रं पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु अचः परस्मिन् पूर्वविधौ स्थानिवतादेशः न. बहु दीर्घसूत्रमस्ति भगिनि. तत्र एकमेकं वाक्यं नीत्वा प्रयत्नं करोमि. एतेन सूत्रेण तत्र पदस्य चरम अवयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तः अजादेशः न स्थानिवत्. अस्तु, तत्र कस्यापि पदस्य चरम अवयवे अन्तिम अवयवे द्विर्वचन आदौ, द्विवचन आदौ इति किमर्थं तत्र भगिनि? द्विवचन आदौ च कर्तव्ये इति इत्युक्ते अत्र अस्मिन् सूत्रे पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वार दीर्घजश्चर्विधिषु इत्यत्र बहूनि दलानि सन्ति खलु. पदान्तद्विर्वचनवरेयलोप इत्युक्ते अत्र किम् उक्तं? पदस्य चरमावयवः पदान्तः. पदान्तः इत्यर्थः कः इत्युक्तं? पदस्य चरमावयवः पदान्तः. द्विर्वचनम् इति अग्रिमं पदमस्ति सूत्रे. आदौ इत्युक्ते अन्यानि पदानि, वरेय लोप स्वर सवर्णानुसारम् अस्तु. अहं चिन्तितवती तत्र द्विर्वचने इति एकः अर्थः भवति तत्र एव, तदनन्तरम् आदौ इति किमर्थम् उक्तम् इति. अस्तु, अवगतम् इदानीम्. पदस्य चरम अवयवे अन्तिम अवयवे द्विर्वचनादौ इत्युक्ते यथा इदानीं भगिन्या उक्तं च कर्तव्ये एतेषां कार्याणां कर्तव्ये परनिमित्तः अजादेशः न स्थानिवत् भवति इति. इत्युक्ते तत्र पुनः किं द्विर्वचनौ वरेविधौ यलोपविधौ स्वरविधौ सवर्णविधौ अनुस्वारविधौ दीर्घविधौ जश् विधौ चर् विधौ च कर्तव्ये तदा परनिमित्तिकः अजादेशः स्थानिवत् न भवति इति. नो चेत् तत्र अचः परस्मिन् पूर्वविधौ इति सूत्रेण परनिमित्तिकः अजादेशः स्थानिवत् भवति इति दृष्टवन्तः, किन्तु एतेषु प्रसङ्गेषु न भवति इति उक्तम्. विधिशब्दस्य प्रत्येकं सम्बन्धः अनेन न्यायेन. अस्तु, विधि इति शब्दस्य प्रत्येकं सम्बन्धः अनेन न्यायेन इति, तत्र द्वन्द्वादौ द्वन्द्वमध्ये द्वन्द्वान्ते च श्रूयमाणं पदं प्रत्येकम् अभिसम्बध्यते इति. तत्र न जानामि भगिनि द्वन्द्व एतस्य अर्थः कः इति. एतावता सम्यक् भगिनि, समीचीनं, धन्यवादः. इदानीं तत्र वंशी भगिनी वदतु, द्वन्द्वादौ द्वन्द्वमध्ये द्वन्द्वान्ते च श्रूयमाणं पदं प्रत्येकमपि सम्बध्यते. अस्य न्यायस्य अर्थः द्वन्द्वसमासस्य अन्ते यस्य पदस्य श्रवणं तस्य पदस्य द्वन्द्वसमासे प्रत्येकं पदेन सह सम्बद्धः भवति इति. अस्तु, तत्र सूत्रमस्ति न पदान्तदुर्वचनवरेयलोपस्वरस्वर्णानुस्वारदीर्घजश्चर्विधिषु इति सूत्रमस्ति. सूत्रं किं वदति इत्युक्ते तत्र द्वन्द्वसमासः अस्ति, अतः तत्र किमस्ति इत्युक्ते तत्र केषां पदानां द्वन्द्वसमासः अस्ति इत्युक्ते पदान्तः द्विर्वचन वरे यलोपः स्वर सवर्ण अनुस्वार दीर्घ जश् चर् चर्च इति अस्ति, चर् चर् इति अस्ति, चर् चर् अस्ति, चर् अस्ति. एतेषां पदानाम् इतरेतर द्वन्द्वसमासः अस्ति, अतः तत्र बहुवचनरूपमस्ति. जश् चर् विधिषु इति अस्ति, यतोहि तत्र इतरेतर द्वन्द्वः अस्ति. तत्र किमस्ति इत्युक्ते विधि इति शब्दः यत्र अन्ते अस्ति, तत्र विधिशब्दः यः अन्ते अस्ति द्वन्द्वसमासे, तत्र यः न्यायः अस्ति तत्र द्वन्द्वसमासे किमस्ति तत्र द्वन्द्वादौ द्वन्द्वमध्ये द्वन्द्वान्ते, अत्र तु यः शब्दः अन्ते श्रूयमाणः अस्ति, तत्र विधिः शब्दः अन्ते श्रूयमाणः अस्ति इति कारणात् द्वन्द्वसमासे यदि शब्दः अग्रे आदौ अस्ति नो चेत् मध्ये अस्ति नो चेत् अन्ते अस्ति पदः पदं यदि अन्ते अस्ति सर्वेषां पदानां सर्वैः पदैः सह तस्य अन्वयः भवति अतः तत्र पदान्तविधिः द्विर्वचनविधिः वरविधिः यलोपहविधिः इति पृथक्तया वक्तुं शक्नुमः इत्येव अस्य न्यायस्य अर्थः अतः तत्र अस्मिन् सूत्रे तु द्वन्द्वान्ते अस्ति इति कारणात् तत्र सर्वेषां सर्वैः पदैः सह तस्य अन्वयः भवति अत्र शोभगिनी अवगतं वा सम्पूर्णतया न भगिनि पुनरेकवारम् इत्युक्ते इत्युक्ते पश्यतु अत्र अयं न्यायः द्वन्द्वसमासस्य विषये एव अस्ति न तु अन्यत्र यत्र द्वन्द्वसमासः भवति इतरेतरद्वन्द्वः इति इतरेतरद्वन्द्वसमासः इत्युक्ते कः इति जानाति वा तत्र इत्युक्ते द्वयोः पदयोः अपि समानप्राधान्यम् अस्ति इति खलु द्वयोः अथवा अनेकयोः अनेकेषां पदानां इत्युक्ते अत्र रामः कृष्णः लक्ष्मणः इति वयं वदामः चेत् रामकृष्णलक्ष्मणाः इति वयं वदामः खलु रामः च कृष्णः च लक्ष्मणः च इति वदामः चेत् रामकृष्णलक्ष्मणाः इति वयं वदामः रामकृष्णलक्ष्मणाः इति समासः द्वन्द्वसमासः तर्हि द्वन्द्वसमासे इदानीम् अत्र पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर् इति पर्यन्तं चरः इति पर्यन्तं द्वन्द्वसमासः अस्ति चरः इति पर्यन्तं द्वन्द्वसमासः अस्ति तदनन्तरं चराणां चरां विदयः इति अस्ति चरां विदयः इति तत्र षष्टितत्पुरुषसमासः पदान्तद्विर्वचनवरे लोपस्वरसवर्णानुस्वारदीर्घजश्चरां विदयः इति अस्ति इदानीं विदयः इति पदम् अस्ति तर्हि एतेषां विदयः इति अत्र उक्तं तर्हि विदयः इति पदं समासस्य अन्ते अस्ति अन्ते श्रूयते अत्र तु बहूनि पदानि सन्ति द्वन्द्वसमासे बहूनि पदानि सन्ति अत्र विदयः इति पदस्य अन्वयः केन सह भवति इति सर्वेषां भवति वा कस्यचित् भवति वा इति चेत् अत्र न्यायः वर्तते द्वन्द्वसमासस्य अन्ते यद् पदम् अस्ति यत् पदं श्रूयते तस्य अन्वयः प्रत्येकं द्वन्द्वसमासे प्रत्येकं पदेन सह भवति अतः एव विधिशब्दस्य पदान्तविधिः द्विर्वचनविधिः वरे विधिः यलोपविधिः स्वरविधिः इति एवं रीत्या तत्र विधिशब्दस्य अन्वयः प्रत्येकं पदेन भवति इति तावदेव एवमेव द्वन्द्वसमासस्य आदौ अपि कदाचित् भवति इदानीं विधि इति शब्दः अत्र नास्ति यदि आदौ अस्ति इति चिन्तयतु विधि विधिपदान्तद्विर्वचनवरे उप इति एवं रीत्या अस्ति चेत् तदानीं विधिशब्दस्य पुनः अन्वयः प्रत्येकं पदेन भवति कदाचित् द्वन्द्वसमासस्य द्वन्द्वसमासद्वयं वर्तते इति चिन्तयतु द्वन्द्वसमासद्वयं वर्तते तयोः मध्ये अन्यत् पदं किमपि अस्ति इति चिन्तयतु तदानीं तत्र मध्ये यत् पदम् अस्ति तस्य अन्वयः द्वन्द्वसमासे प्रत्येकं पदेन सह भवति उभयत्र भवति पूर्वमपि परमपि हा इति तत्र विरलतया तादृशं भवति परन्तु तादृश उदाहरणं शास्त्रेषु दृश्यते अत्र सामान्यलोके प्रायेण न दृश्यते परन्तु शास्त्रेषु दृश्यते अतः अयं न्यायः अस्ति यत्र द्वन्द्वसमासः अस्ति तस्य अन्ते आदौ मध्ये किमपि पदम् अस्ति चेत् तस्य प्रत्येकं पदेन सह अन्वयः इति न्यायः अतः एव विधिशब्दस्य द्वन्द्वसमासे प्रत्येकं पदेन सह सम्बन्धः इति कृत्वा पदान्तविधिः द्विर्वचनविधिः वरेविधिः यलोपविधिः इति एवं रीत्या सर्वत्र विधिः विधिः विधिः इति श्रूयते अस्तु समीचीनं धन्यवादः भगिनि धन्यवादः इदानीं तत्र उषा भगिनी वदतु इदं सूत्रं कस्य निषेधकसूत्रम् न च परस्मिन् पूर्वविधौ इति सूत्रस्य निषेधसूत्रमस्ति न पदान्त द्विर्वचनवरेयलोप तत् सूत्रं कथं जानाति पूर्वं क्रमम् अपि अस्ति अचपरस्मिन् स्थानिवत् आदेशानल्विधौ अचपरस्मिन् पूर्वविधौ न पदान्तद्विर्वचनवरेयलोपस्वरसवर्ण अनुस्वार दीर्घ जश् चर् विधिषु इति अनन्तरम् अस्ति, साक्षात् अनन्तरम् अस्ति. न इति पदम् अत्र अचपरस्मिन् पूर्वविधौ, अचपरस्मिन् पूर्वविधौ सूत्रमपि स्थानिवत् आदेश अनल्विधौ इति सूत्रेण सूत्रस्य अनुवृत्ति भवति स्थानिवत् भवति इति. अचपरस्मिन् पूर्वविधौ परकार्यम् अचः अचपरस्मिन् परनिमित्तिक अजादेशः स्थानिवत् भवति इति भवति पूर्वविधौ कर्तव्ये. इफ् वि हेव् टु डु पूर्वविधि सो दट् एकक्षणम् इदानीम् अचः परस्मिन् पूर्वविधौ इत्यस्य एव निषेधकसूत्रमिति कथं जानाति? साक्षात् अनन्तरम् अस्ति इत्यनेन अनन्तरस्य विधिर्वा पतिष्यतो वा. उत्तमम् उत्तमम् इति अस्ति तत्र. अत्र अस्मिन् सूत्रे तु अनुवृत्तिः अपि अस्ति, अचः परस्मिन् पूर्वविधौ इति सर्वम् अनुवृत्तिः अस्ति इति कृत्वा अत्र पूर्वसूत्रस्य एव निषेधकम् इति वयं जानीमः. परन्तु तद् सर्वमपि अदृष्ट्वा तत्र अनुवृत्तिः एतेषामेव पदानां भवति इति अपि कथं जानीमः इति चेत् अत्र अचः परस्मिन् पूर्वविधौ इत्यस्य साक्षात् अनन्तरमिदं निषेधकसूत्रं वर्तते. तर्हि निषेधकसूत्रम् अत्र न इति पदम् अस्ति इति कृत्वा निषेध किमपि कार्यं विधीयते तस्य निषेधः इति वयम् अवगन्तुं शक्नुमः. तर्हि अत्र विधानं केन सूत्रेण इति चेत् अचः परस्मिन् पूर्वविधौ इति सूत्रेण. कथं जानीमः इति चेत् अस्मिन् सूत्रे यः निषेधः वर्तते तत्र तादृशनिषेधः अव्यवहितस्य पूर्वस्य भवति. अनन्तरस्य विधिः वा प्रतिषेधः वा अव्यवहितस्य पूर्वस्य भवति, न तु व्यवहितस्य इति परिभाषा. इत्युक्ते तत्र न पदान्तद्विर्वचन इति सूत्रम् अनन्तरम् अस्ति, विधिः अस्ति, अत्र तु विधिः नास्ति, निषेधः अस्ति, प्रतिषेधः अस्ति. तर्हि कस्य सूत्रस्य कार्यं प्रतिषिध्यते इति चेत् अव्यवहितस्य पूर्वस्य भवति, न तु व्यवहितस्य. अव्यवहितं पूर्वं किम् अस्ति? अचः परस्मिन् पूर्वविधौ स्थानिवदादेशो अनल्विधौ इति अपि अस्ति पार्श्वे, परन्तु तत्तु व्यवहितम् अस्ति. यतोहि स्थानिवदादेशो अनल्विधौ अपि च न पदान्तद्विर्वचने इति सूत्र अनयोः मध्ये तत्र अचः परस्मिन् पूर्वविधौ व्यवधानरूपेण वर्तते इति कृत्वा अत्र न पदान्तद्विर्वचने वरे लोप इति सूत्रं तु स्थानिवतादेशो अनल्विधौ इत्यस्य निषेधकं नास्ति. अचः परस्मिन् पूर्वविधौ इत्यस्य एव निषेधकसूत्रमस्ति. अस्तु, समीचीनं. तर्हि अत्र द्वन्द्वसमासः अस्ति, विवरणमस्ति. इत्युक्ते तत्र एतेषु प्रसङ्गेषु अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यं न भवति. कीदृशप्रसङ्गः इति चेत् पदान्तः भवेत्, द्विर्वचनं भवेत्, वरे वरे भवेत्, यलोपः भवेत्, स्वरः भवेत्, स्वरविधिः, सवर्णविधिः, अनुस्वारविधिः इति एवं रीत्या तत्र किम् अस्ति इति वयम् अग्रे पश्यामः. प्रत्येकं स्वीकृत्य वयं पश्यामः किम् अस्ति इति अत्र सामान्यतया सूत्रार्थः अवगतः वा सर्वैः? सामान्यसूत्र तु अवगतामि, परन्तु प्रश्नः एतिः, यदि स्थानिवत् न भवति, अकारस्थानिवत् न भवति, तर्हि अर्थात् अत् उपधायाः महत्त्वं कः? न, अत् उपधायाः इत्यनेन सह सम्बन्धः नास्ति. अत् उपधायाः प्रसङ्गे न भवति इति न उक्तम्. अत्र कुत्र न भवति इति चेत् पदान्तविधिः भवेत्, द्विर्वचनविधिः भवेत्, इत्युक्ते अत्र ये प्रसङ्गाः उक्ताः तेषां विवरणम् एतावत् अस्माभिः न कृतं. तस्य उदाहरणम् अस्माभिः द्रष्टव्यं, तदग्रे वयं पश्यामः. इत्युक्ते अतोपदायः इत्यनेन सह सम्बन्धः नास्ति. अतोपदा यत्र कथ इत्यस्य प्रसङ्गः अस्ति तत्र तु अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यं भवति, तत्र निषेधः नास्ति. निषेधः कुत्र इति एतेषु प्रसङ्गेषु, पदान्तविधिः, द्विर्वचनविधिः, वरे विधिः, यलोपविधिः, एतेषु प्रसङ्गेषु अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवत् न भवति इत्येव अत्र उक्तमस्ति. कत् सम्बन्धे कोऽपि सम्बन्धः नास्ति, प्रभावः नास्ति, प्रभावः नास्ति. आमाम्. अस्तु, इदानीं तत्र एकं चित्रमस्ति अत्र. तत्र कथं अत्र चिन्तनीयम् इति अत्र दत्तमस्ति. अत्र विजयलक्ष्मी भगिनी करोति वा? आं भगिनि. स्थानिवद्भावचिन्तनक्रमं चित्ररूपेण अस्माकं वंशीसुधा भगिनी सुन्दररीत्या स्थानिवद्भावचिन्तनक्रमम् अग्रे चित्रे निरूपितवती, तस्यैव चित्रस्य किञ्चित् विस्तारः कृतः अत्र। स्थानिवत् आदेशो अनल्विधौ इति सूत्रम् अस्ति, तत्र कार्यद्वयं वर्तते। प्रथमम् अल्विधिः, द्वितीयः अनल्विधिः इति। अल्विधिः इत्यस्य अन्तः अज्वर्णस्य स्थाने आदेशः, अनज्वर्णस्य स्थाने आदेशः इति द्वयः कालम् इत्यस्य स्तम्भः वर्तते। अज्वर्णस्य स्थाने अचः परस्मिन् पूर्वविधौ इति सूत्रस्य कार्यं भवति। इत्यनेन स्थानिवद्भावः भवितुम् अर्हति, निषेधः नास्ति चेत्। अनन्तरम् अनज् वर्णस्य स्थाने निषेधः, निषेधः उक्तं खलु, निषेधः न पदान्तद्विर्वचने वरेरूप इति निषेधः। तत्र अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यं भवति, परन्तु कदा भवति न पदान्त, कदा न भवति पदान्ते द्विवचने वरे य लोपः अपि च स्वर सवर्ण अनुस्वार दीर्घ जश् चर् इत्येतेषु विधिषु अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवत् आदेशो अनल्विधौ इत्यस्य कार्यं न भवति इति वा भगिनि? आम् अस्तु। द्वितीयस्तम्भे अनज् वर्णस्य किं भवति इति चित्रितमस्ति। अनज् वर्णस्य स्थाने आदेशः स्थानिवत् भावः न भवति, स्थानिवद्भावः न भवति, यतोहि तत्र अज्वर्णः नास्ति। अतः स्थानिवत् सूत्रस्य अत्र कार्यं नास्ति। अत्र द्वितीयस्तम्भे अनल्विधिः इति, तस्य किं किं कार्यमस्ति इति चित्रितमस्ति। अनल्विधिः इत्यत्र पुनः अज्वर्णस्य स्थाने आदेशः, अनज्वर्णस्य स्थाने आदेशः इति स्तम्भद्वयम्। अज्वर्णस्य स्थाने कीदृशः आदेशः इति चेत् अशास्त्रीयं कार्यं चेत् पूर्वं यथा वयं दृष्टवन्तः स्थानिवद्भावेन केवलं कार्यस्य प्रवर्तनं भवति, निषेधः न भव वाट् इस् द वर्ड् निवृत्तिः निवृत्तिः न भवति। अतः तत्र निवृत्तिः कुर्मश्चेत् तद् अशास्त्रीयं भवति इति कृत्वा तत्र एरो इस् पायिण्टिङ्ग् टु अचः परस्मिन् पूर्वविधौ। तत्र किं भवति, अज्वर्णस्य स्थाने आदेशः भवति चेत् अपि च अशास्त्रीयं कार्यम् अस्ति चेत् तदानीं किं भवितुम् अर्हति तत्र? अचः परस्मिन् पूर्वविधौ इति यथा कथ इत्यत्र, कथ इत्यत्र अचुवर्णस्य स्थाने आदेशः, परन्तु तत्र अथ उपादायः इत्यस्य निवृत्तिः भवति खलु स्थानिवद्भावः स्वीक्रियते चेत्। अतः तत्र स्थानिवत् आदेशो अनल् विधौ सूत्रस्य कार्यं न भवति, अतः परस्मिन् पूर्वविधौ इति सूत्रस्य सूत्रं प्रवर्तते. यदि अच्वर्णस्य स्थाने शास्त्रीयं कार्यं भवति तदा स्थानिवत् आदेशो अनल् विधौ इति सूत्रस्य सूत्रस्य कार्यं प्रवर्तते. द्वितीयस्तम्भे अनल् विधि इत्यत्र द्वितीयस्तम्भे यदि अनज्वर्णः भवति तदा आदेशः कथं भवति इति पश्यामः. अशास्त्रीयं चेत् स्थानिवद्भावः न भवति, शास्त्रीयं चेत् स्थानिवद्भावः भवति. अस्तु, पूर्वस्मिन् स्तम्भे यथा आसीत् तथा एव, परन्तु अत्र अनज्वर्णः अस्ति इति कृत्वा अतः परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिरेव नास्ति. अतः शास्त्रीयं कार्यं भवति चेत् भवति, अशास्त्रीयं भवति चेत् स्थानिवत् सूत्रस्य कार्यं न भवति. तावदेव. सम्यक्. अन्ततो गत्वा पञ्चसु 1, 2, 3, 4 षट् सिचुवेशन्स् सिचुवेशन् इति कथं वक्तव्यं, प्रस्तुतिषु परिस्थितिः सम्भावनाः सम्भावना षट्सु सम्भावनासु सम्भावनासु स्थानिवत् आदेशो अनल् विधौ इत्यस्य कार्यं कथं भवति इति अत्र चित्रितमस्ति. अतः परस्मिन् पूर्वविधौ इत्यस्य निषेधकसूत्रमस्ति, न पदान्त द्विर्वचनवरेयलोप स्वर स्वर सवर्णानुस्वार दीर्घजश्चर् विधिषु तावदेव. परन्तु इट् इस् नाट् निषेधकसूत्रं फार् स्थानिवत् आदेशो अनल् विधौ, केवलम् अचः परस्मिन् इत्यस्य एव निषेधकसूत्रमस्ति. समीचीनम् इति. अत्र चित्रे कोऽपि प्रश्नः अस्ति वा? शास्त्री अस्ति अनल् विधि शास्त्री एव अस्ति. अनल् विधि सूत्रे अस्ति खलु? अनल् विधि अन्तर्गत शास्त्रीयं चेत् द्वितीय समाने शास्त्रीयं चेत् स्थानीवत् भावः भवति, तर्हि एव शास्त्रीयं चेत् स्थानीवत् भावः भवति. अतः अनल् विधि शास्त्रीय अस्ति. न, अनल् विधि शास्त्रीयमेव इति नास्ति. अनल् विधिः चेदपि यथा कथ इत्यत्र प्रसङ्गे अत उपादायाः इति सूत्रम् अनल् विधिः अस्ति, अनल् विधिः अस्ति, परन्तु शास्त्रीयं नास्ति. अनल् विधिः चेत् शास्त्रीयमेव भवेत् इति नास्ति, अशास्त्रीयमपि भवितुमर्हति. अशास्त्रीयम् एव भवति, परन्तु यदा अशास्त्रीयं भवति तर्हि आगच्छति. अच्वर्णस्य स्थाने आदेशः अस्ति चेत् तदानीम् शास्त्रीयम् अशास्त्रीयं वयं चिन्तयामः. अशास्त्रीयं चेत् अचः परस्मिन् पूर्वविधौ इति आयाति, शास्त्रीयं चेत् स्थानिवद्भावः भवति. यदि अनज्वर्णस्य स्थाने आदेशः तदानीं तत्र सामान्यतया स्थानिवद् आदेशो अनल्विधौ चेत् स्थानिवद्भावः भवति. तत्र प्रायेण अशास्त्रीयकार्यं न दृश्यते. यदि दृश्यते तदानीं न भवेत्. अस्तु, चित्रं स्पष्टं चेत् इदानीम् अग्रे गच्छामः. तर्हि इदानीं प्रथममस्ति तत्र पदान्तविधिः इति. इदानीम् अनिमभगिनी पठति वा पदान्तविधिः? पदान्तविधिः पदान्तविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति. यथा कानि सन्ति, किम् इति शब्दस्य प्रथमाविभक्तौ बहुवचने कानि इति पदं सिद्ध्यति. अस् इति धातुतः लटि प्रथमपुरुषे बहुवचने जि इति तिङ् प्रत्ययं योजयामः. जि इति प्रत्ययस्य स्थाने झोन्तः इत्यनेन अन्त इति आदेशः भवति. कानि योगः अस् योगः अन्ति इति भवति. अग्रे अपि पठामि वा भगिनि? अत्र किम् अस्ति इति एकवारं वदतु. आम्, कानि सन्ति इति पदद्वयं कथं प्राप्नुमः इत्यस्य विवरणं दत्तमस्ति. किम् इति प्रातिपदिकमस्ति, तस्य प्रथमाविभक्तौ बहुवचने कानि इति पदं भवति. अस् इति धातुतः लटि प्रथमपुरुषे बहुवचने झि इति तिङ् प्रत्यये, इत्युक्ते अस् धातु अस्ति, तस्य बहुवचने किं भवति? अस् प्लस् झि, योगः झि भवति. झोन्तः इति सूत्रेण चकारस्य स्थाने अन्त आदेशः भवति, अतः अन्ति इति रूपं प्राप्नुमः. अतः कानि सन्ति इति शब्दद्वयं भवति. अग्रे कानि योगः अस् योगः अन्ति. अधुना श्नसोरल्लोपः इत्यनेन अस् धातोः अकारस्य लोपः भवति. किति निति सार्वधातुकप्रत्यये परे कानि योगः अस् योगः अन्ति. अत्र झि इति अपित् प्रत्यये परे अस् धातोः अकारस्य लोपः जायते. कानि योगः स योगः अन्ति इति भवति. इदानीम् अस् धातु योगः अन्ति इति यत्र वयं पश्यामः तत्र श्नसोरल्लोपः इति सूत्रं प्रवर्तते, यतः कितिङिति सार्वधातुकप्रत्यये परे तस्य प्रवृत्तिः अस्ति. अतः अकारस्य लोपः भूत्वा स योगः अन्ति इति एव तिष्ठति. सम्यक्, समीचीनं भगिनि, धन्यवादः. इदानीं तत्र अरुणा भगिनी पठितुमिच्छति वा? आं भगिनि. स्थाने योगः अन्ति, अस्यां स्थितौ स्थाने सन्ति इति रूपं सिद्ध्यति. किन्तु अत्र अतः परस्मिन् पूर्वविधौ इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशस्थानिवत् भवति. अत्र अस् इत्यत्र अकारस्य स्थाने आदेशः जातः, इत्यतः सः आदेशः अजादेशः. सः अजादेशः परनिमित्तकः यतोहि अकारस्य लोपः जातः अपित् प्रत्ययस्य करणेन. इदानीं पूर्वविधिः कः इति चेत् परिनिमित्तिकस्य अजादेशस्य स्थानिवद्भावः क्रियते चेत् इको यनचि इति सूत्रं प्रसक्तं भवति. यन्सन्धिविधायकं सूत्रमेव पूर्वविधिः, यतोहि तस्य कार्यम् अजादेशात् पूर्वं जायते. अतः सन्ति इत्यत्र सकारात् पूर्वं यस्य अकारस्य लोपः जातः सः स्थानिवद् भवति पूर्वविधौ इको एनचि इत्यस्य दृष्ट्या. ओके, प्रयत्नं कर्तुं भगिनि. अत्र वयं कानि अस् धातु अन्ति, अत्र वयं पठितवन्तः कानि इत्युक्ते बहुवचनं. किं शब्दस्य प्रथम बहुवचनं अस् धातु अन्ति. अत्र अस् धातु नसोल्लोपः इति सूत्रेण अकारलोपः भूत्वा तानि सकार अन्ति एव अवशिष्यते. अत्र समये रूपं भवति कानि सन्ति इति. पर अत्र प्रश्नः अस्ति किं सूत्रः अत्र प्रवर्तते इति तार्थम् अतः परस्मिन् पूर्ववधौ इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तक अजादेशस्थानिवद् भवति. वयं जानीमः अच् आदेशः अल्विधिः अस्ति, अतः तानिवत् भवति इति रस्वस्परस्मिन् पूर्वविधौ, परन्तु निषेधः न करोति, केवलम् अस्ति इति वदति. अत्र किमर्थं स्थाने आदेशः अल्विधिः इति उक्तम्? अत्र अकार स्थाने प्रथमम् अकार अस्ति स्थाने, द्वितीयः लोपः भवति, द्वितीय तृतीयसूत्रम् आगत्य अकारस्थाने गुणकार्यं कर्तव्यम् इति वदति. ततः अत्र गुणकार्यं कुत्र, गुणकार्यं कुत्र? तदेव इको एणचि कार्यं करोति इति वदति. इको इको एणचि इति यणादेशः, गुणः इति यणादेशः करोति, अतः अल्विधिः इति अहं मन्ये. इको एणचि इति सूत्रम् अल्विधिः इति वदति खलु? आम् आम् सम्यक्. इति कृत्वा इति कृत्वा तस्मिन् पूर्व अनल्विधौ इति सूत्रम् अशास्त्रे रूपं भवति, अतः तत् भाद्य अतः परस्मिन् पूर्वविधौ इति सूत्रेण. न न एकक्षणम् एकक्षणम्. इको एणचि इति सूत्रम् अल्विधिः, तर्हि इदानीं स्थानिवत् आदेशो अनल्विधौ इत्यनेन स्थानिवद्भावः शक्यते वा? अल्विधि शक्यते, परन्तु साध्यं न भवति, अतः अशास्त्रीयं भवति. न न न अल्विधिः चेत् शक्यते वा? इको एणचि इति सूत्रम् अल्विधिः चेत् स्थानिवत् आदेशो अनल्विधौ इत्यनेन भवितुमर्हति वा? अय्या भगिनि, अनल्विधौ अस्ति चेत् स्थानिवत् ओ न भवति भवति भगिनि, अल्विधिः अस्ति, अनल् अस्ति चेत् कार्यं भवति. अनल् अस्ति चेदेव कार्यं भवति, अत्र अल् अस्ति खलु? अल् अस्ति ओ कार्यं कर्तुं न शक्यते. हा इति कृत्वा तत्र शास्त्रीम् अशास्त्रीम् इति किमपि नास्ति. इको एणचि इति सूत्रम् अल्विधिः अस्ति इति कृत्वा स्थानिवदादेशो अनल्विधौ इत्यनेन न भवितुम् अर्हति, अतः अत्र अचः परस्मिन् पूर्वविधौ इति सूत्रस्य चिन्तनं वयं कुर्मः. अतः सः अजादेश विवरणं दत्तं, सः अजादेशः परनिमित्तक यतोहि अकारस्य लोपजातः, अतः अजादेशः इति वदन्ति. इदानीं पूर्वविधः कः चेत् परनिमित्तकस्य अजादेशस्थानिवद्भावः क्रियते चेत् इको एनचि सूत्रप्रसक्तं भवति. अजादेशः स्थानिवद् भवति चेत् इको एनचि सूत्रं प्रसक्तं भवति. अतः सूच्यते इको एनचि सूत्रं स्थानिवद् भवति पूर्वविधौ एव स्थाने दर्शयति, अतः गुण इको एनचि एन् आदेशकर् भवितुम् अर्हति. बट् अत्र अत्रस्परस्मिन् पूर्वविधौ स्थानिवत् भावः करोति, बट् निषेधः न करोति, अतः इको एनचि सूत्रं कार्यं भवति. इत्युक्ते तत्र स्थानिवदादेशौ अनल्विधौ इति पर्यन्तं सर्वम् अवगतं, सः सम्यक्तया उक्तवती. इदानीम् अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यं भवति वा न वा? अत्रापि स्थानिवत् आदेश अजादेश स्थानिवत् भवति पूर्वविधौ इत्येन. न अवगतं, अवगतं कर्तुं वक्तुं न शक्यते. न न भवती सम्यक्तया उक्तवती, भवती अवगतवती. इत्युक्ते पश्यतु, अचः परस्मिन् पूर्वविधौ इति सूत्रस्य सर्वाणि निमित्तानि पूरितानि, यथा भवती प्रदर्शितवती सर्वाणि निमित्तानि पूरितानि. अचवर्णस्य स्थाने आदेशः अस्ति, सकारः अचवर्णः, तस्य स्थाने लोपादेशः, तादृश आदेशः परनिमित्तिकः, यतोहि लोपः स्नसोरल्लोपः इत्यनेन यः लोपः तस्य निमित्तं परं वर्तते, सार्वधातुकप्रत्ययः परः इति कृत्वा परनिमित्तिकः. इदानीं पूर्वविधिः कः? पूर्वविधिः कः? अजादेशः. न न, अजादेशः न, पूर्वविधिः इको यणचि इको यणादेश यणादेशः पूर्वविधिः. पूर्वविधिः, तर्हि इदानीं पूर्वविधौ कर्तव्ये सानिवद् भवति, तर्हि अकारः यः लुप्तः सः सानिवद् भवति. सानिवद् भवति चेत् इदानीम् इको यणचि इत्यस्य कार्यं भवति अत्र, यतोहि कानि योगः अस्ति योगः अन्ति इति दृश्यते इको यणचि सूत्रस्य दृष्ट्या. कानि योगः अस्ति योगः अन्ति, कानि इत्यस्य अनन्तरम् अश्वर्णः अस्ति इति कृत्वा इको यणचि इत्यनेन यणादेशः स्यात्. एवं भवति चेत् कानि सन्ति इति प्रश् इति वाक्यं न लभ्यते. कान्यस्सन्ति इति तथा भवति, कान्यसन्ति कान्य इति यकारः अपि अस्ति इति तादृश अनिष्टरूपपत्तिः भवति. अतः तथा मा भूत् इति कृत्वा तत्र सूत्रं रचितमस्ति, निषेधकसूत्रं न पदानि इति खलु. आं भगिनि, नो चेत् अत्र इष्टरूपं न लभ्यते. अस्तु, अवगतं भगिनि. पूर्वविधौ इत्यनेन अत्र आदादेशस्थानिवत् दृश्यते, इको यणचि दृश्यते, कार्यं कर्तुं शक्यते. अधुना रूपसिद्धिः न इष्टम्, अतः न पदान्त इति दीर्घसूत्रेण भवन्ति. इति निषेधः भवति, स्थानिवद्भावस्य निषेधः इति कृत्वा तत्र यण्यादेशः न भवति. निषेधः इति कृत्वा यणादेशः न भवति इति कृत्वा कानि सन्ति इति रूपं लभ्यते. अस्तु भगिनि, समीचीनम्. इदानीं किञ्चित् अग्रे पठामः, तत्र विनयमहोदय अग्रे पठतु. अग्रे चित्र कानि योगः अस्ति योगः अन्ति इति दृश्यते इको एणचि इति सूत्रस्य दृश्यते. अतः पश्यामि, कानि योग अस् योग अन्ति इति दृश्यते इको यणचि इति सूत्रस्य दृष्टया पूर्वसूत्रम्. अतः अत्र अकारः अस्ति एव, अकारः अस्ति एव दृश्यते इको यणति इति पूर्वविधौ कर्तव्ये. अस् दृश्यते इति कारणतः अधुना काले इति पदस्य अन्ते पदान्तविधिः जायते स्म इको यणचि इत्यनेन अचिपरे, अर्थात् अचिपरे अथवा काले इति पदस्य अन्ते इकारस्य स्थाने यणादेशः भवति स्म येन कान्य सन्ति इति अनिष्टरूपं प्राप्यते, यथा भगिनी उक्तवती. तो कान्य सन्ति तु भवितुम् अर्हति, परन्तु रूपम् अनिष्टरूपम् अस्ति. एतत् निवारणाय एव. न न न न, अत्र यद् उक्तं तद् किञ्चित् विवृणोतु, अत्र किञ्चित् अग्रे आगच्छतु, अत्र यद् लिखितं तद् विवृणोतु. ओ अत्र ओके, केवलं पठितवान् यदि केवलं पठितवान् पठनं वदामि वा कदा. काने योग योग अस् काने अस् अन्ति दृश्यते इको यणचि इति सूत्रस्य दृष्टया, यदि सूत्रपूर्व अस्ति यथा दृश्यते इको यणचि सूत्रस्य दृष्ट्या कथं दृश्यते. न, कानि अस् अन्ति इति दृश्यते इको यणचि इति सूत्रस्य दृष्ट्या यतः पूर्वविधिः अस्ति, इको यणचि पूर्वविधिः अस्ति, पूर्वविधिः अस्ति यदि पूर्वविधिः अस्ति तर्हि अभवति अर्थात् इकारयोग अकारयोग तु यण् भवति अत्र अतः अत्र अकारः अस्ति एव अस्ति एव यथा अस्ति एव अर्थात् अस्ति सदृश दृश्यते इको यणति इति पूर्वविधौ कर्तव्ये इको हा इको यणचि इति पूर्वविधौ कर्तव्ये परन्तु इको यणचि पूर्वविधौ कर्तव्ये महत्त्वम् अस्ति तर्हि एव स्थानिवत् भावः अस्ति परन्तु अस् दृश्यते इति कारणतः अस् दृश्यते इति कारणतः अधुना कानि इति पदस्य अन्ते पदान्तविधिः जायते सो अतः अस् दृश्यते इति कारणतः अधुना कानि इति पदस्य अङ्के पदान्तविधिः जायते स्म एको यणचि इत्यनेन अचि परे अत्र अर्थकः अस् दृश्यते इति कारणतः अधुना कानि इति पदस्य अङ्के पदान्तविधिः जायते अर्थात् कानि पदस्य अङ्के न एक अहं केवलं अत्र पदान्तविधिः अस्ति खलु यतोहि कानि इति पदमस्ति तस्य अन्ते तर्हि हा तर्हि एव अहं केवलं भ्रम अपदकः तु कानि अस्ति तो कानि अन्ते कानि पद् अस्ति पद अन्ते एकक्षणं अस् दृश्यते इति कारणतः अधुना कानि इति पदस्य अन्ते पदान्तविधिः जायते तर्हि एव पदान्तवन्ती विधिः वयं वदामः पदान्ति जायते स्मः भूतकाल जायते स्मः इको यणति इत्यनेन अचि परे है स्पष्टतया तर्हि तु अचि इको यणि अचि परे अस्ति यदि इको यणि इको यणचि अचि परे अस्ति तर्हि तु यणसम्बन्धि भवति तथा कानि इति पदस्य अन्ते कारस्य स्थाने यणसम्बन्धि भवति स्म येन कान्य कान्य सन्ति इति अनिष्टरूपं प्राप्यते स्म उत्तमं समीचीनं समीचीनं सम्यक् तर्हि तत्र अग्रे इदानीं टङ्कनदोषः अस्ति खलु कुत्र कान्य सन्ति यकार उत्तरवर्ति अकारः अस्ति इति वा न अकारः तु केवलं यकार सर्वदा हलन्त् अस्ति भगिन्याः प्रश्नः भिन्नः भगिन्याः प्रश्नः अत्र अकारः अस्ति इति खलु अकारः अस्ति चेत् कान्य इति स्यात् इति प्रश्नः तथा नास्ति अत्र अकारः स्थानिवद् भवति केवलम् एको एनर्जि इति सूत्रस्य दृष्ट्या तस्य तु लोपः जातः खलु विजयलक्ष्मी भगिनी अतः यण् भवति परन्तु अकार अकारम् अकारस्य तत्र लोपः जातः लोपः जातः इति कृत्वा कान्य इति एव भवति अकारः नास्ति अकारः स्थानिवद् भवति सर्वेषां कृते इति न अस्माकं कृते इति न केवलम् इको एनर्जि इति सूत्रस्य कार्यार्थं स्थानिवद् भवति अकारः तु लुप्तः इति कृत्वा तत्र समीचीनमस्ति अस्तु तर्हि अत्र अन्तिमः परिच्छेदः विजयलक्ष्मीभगिनी भवत्येव पठतु एतन्निवारणाय एव पदान्तविधिप्रसङ्गे न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु इति सूत्रेण स्थानिवद्भावस्य निषेधः क्रियते येन इष्टरूपसिद्धिः जायते अतः स्थानिवद्भावः न सिद्ध्यति अनेन कारणेन इको यणचि इत्यनेन यणादेशः न भवति. इदानीं कानि योगः स योगः अन्ति इत्यत्र वर्णमेलनेन कानि सन्ति इति इष्टरूपं निष्पद्यते. अत्र इको यणचि इति सूत्रदृष्ट्या यदि अधः परस्मिन् पूर्वविधौ इति सूत्रेण पूर्वविधिः कृते लोपः अभवत् यद् अकारः तद् दृश्यते चेत् इष्टरूपसिद्धिः न जायते. अतः निषेधकसूत्रं रचितं पाणिनिना न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु इति सूत्रेण पदान्ते वर्तमान यत् विधिः भवति पदान्ते वर्तमानः किं भवति भगिनि पदान्ते पूर्वविधिः यदि पदान्ते भवति तत्र अचः परस्मिन् पूर्वविधौ इति सूत्रस्य निषेधः भवति अग्रिमसूत्रात् न पदान्तद्विर्वचने वरेयलोपस्वर् सवर्णानुस्वरदीर्घचरु जश्चर्विधिषु इति सूत्रात्. अतः अत्र अस्माकम् उदाहरणे कानि योगः स योगः अन्ति इत्यत्र यद् अकारः लोपः जातः तद् लोपः इति एव भवति. कानि दृष्ट्या तत्र अकारः न दृश्यते अतः केवलं वर्णमेलनम् एव भवति. कानि सन्ति इति इष्टरूपं निष्पद्यते तावदेव. सूत्रस्य अत्र प्रसक्तिः नास्ति. सम्यक् सम्यक् समीचीनम् इति अत्र अचः परस्मिन् पूर्वविधौ इति सूत्रस्य इति सूत्रे तु अल्विधिः वा भवतु अनल्विधिः भवतु उभयत्र स्थानिवद्भावः भवति. कार्यस्य प्रवृत्तिः वा भवतु निवृत्तिः वा भवतु शास्त्रीयं वा भवतु अशास्त्रीयं वा भवतु इदानीम् अत्र इकोयणचि इति सूत्रं तु शास्त्रीयमस्ति यतोहि तस्य प्रवृत्तिः भवति. अत्र पूर्वं तत्र अतोपदायाः इति प्रसङ्गे निवृत्तिः आसीत् कथ इति प्रसङ्गे अत्र अचः परस्मिन् पूर्वविधौ इत्यनेन यदा स्थानिवद्भावः क्रियते तदानीम् अत उपदायाः इत्यस्य कार्यस्य निवृत्तिः आसीत् तत्र अतः एव कथयति इति रूपं लब्धम्. अत्र तु इको एनर्जि इत्यस्य प्रवृत्तिः भवति स्थानिवद्भावः क्रियते चेत् अतः अचः परस्मिन् पूर्वविधौ इत्यत्र अल्विधिः वा भवतु अनल्विधिः वा भवतु शास्त्रीयं वा भवतु अशास्त्रीयं वा भवतु सर्वत्र तस्य कार्यं भवति. अत्रापि भवितुम् अर्हति परन्तु अत्र निषेधकसूत्रमस्ति इति कृत्वा न भवति. एकक्षणम् एकक्षणम् हा क्षम्यताम् इति अत्र अस्ति विषयः. अस्य विषये पुनः एकवारम् अग्रिमसप्ताहे पठिष्यामः. अत्र यद् अस्माभिः इदानीं चर्चितं तस्य विषये पुनः एकवारं पठन्तु भवन्तः. श्रूयते खलु? अस्तु तर्हि अत्र स्थगितं कुर्मः. पुनः एकवारं पठन्तु अग्रिमसप्ताहे पुनः वयं पठिष्यामः. अत्र बहूनि सोपानानि सन्ति सर्वैः अवगतं वा न वा इति अग्रिमसप्ताहे पुनः एकवारं परिशीलयामः. तर्हि अत्र स्थगनं कुर्मः. धन्यवादः. नमस्कारः. धन्यवादः. नमस्कारः. धन्यवादः धन्यवादः भगिनी. धन्यवादः धन्यवादः. नमस्कारः.